सूत उवाच अत्र ते कीर्तयिष्यामि भक्तियुक्तं कथानकं शुकेन मम यत् प्रोक्तं शिष्यं विचार्य च एकदा अस्तु एकदा हि विशालायां चत्वार ऋषयो मलाः सत्संगार्थं समायाताः दुद्रुशुस्तत्र नारदम् सूत उत्तरं दातुं प्रारभते किं वदति अत्र ते कीर्तयिष्यामि तुभ्यं वक्ष्यामि भक्तियुक्तं कथानकं कीदृशं तत् कथानकं शुकेन मम यत् प्रोक्तं रहसि शुकाचार्येण यत् मह्यम् उक्तं तद्वदामि किमर्थम् उक्तवान् शुकाचार्य शिष्यं विचार्य च मां शिष्यं मत्वा कथितवान् इति आप्तं मत्वा एकदा विशालायां विशाला नाम स्थले एकदा चत्वार ऋषयः अमलाः सत्सङ्गार्थं समायाताः सत्सङ्गार्थं समागताः ददृशुः नारदं दृष्टवन्तः